नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अद्य नूतनविषयः अस्ति अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनं. पुनः एकवारम् आरम्भतः पठामः. एतावता किं किं साधितम् इति चेत्, तत्र अङ्गस्य निर्माणं साधारणरीत्या कथम् अङ्गस्य निर्माणं भवति इति अस्माभिः अधीतम्. इत्युक्ते अत्र सार्वधातुकप्रक्रियायां सर्वत्र विकरणप्रत्ययः आयाति धातुगणम् अनुसृत्य. तदानीं विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः, तस्य नाम अस्ति अङ्गम् इति. तर्हि सार्वधातुकप्रक्रियायां लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु, तदेव सार्वधातुकप्रक्रिया इति वदामः, एतेषु लकारेषु विकरणप्रत्ययम् आश्रित्य प्रथमतया अङ्गकार्याणि भवन्ति. अङ्गकार्याणि अस्माभिः एतावता किम् अधीतमिति चेत्, गुणकार्यस्य विषये अधीतम्, सूत्रद्वयम् अधीतं सार्वधातुकार्धधातुकयोः, अनन्तरं पुगन्तलघुपदस्य च सूत्रद्वयम् अधीतम्. अन्यानि अपि अङ्गकार्याणि भवन्ति, तत्तत् गणम् आश्रित्य यदा वयं विस्तृतरीत्या पठामः तदानीं तत्र अन्य अङ्गकार्याणां विषये अपि चर्चा अग्रे भविष्यति. परन्तु इदानीं तत्र साधारणरीत्या गुणकार्यस्य विषये अधीतं. तदानीं तत्र अङ्गकार्याणि इत्युक्ते गुणकार्यम् इति अधीतम्. तत्पश्चात् तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति. तदानीं धातु विकरणप्रत्ययोः मेलनं भवति. तर्हि इदानीं तत्र यत्र यत्र अङ्गम् अदन्तम् इत्युक्ते भवादिगणे, दिवादिगणे, चुरादिगणे, तुतादिगणे, चतुर्षु गणेषु अङ्गम् अदन्तं, तत्र सर्वत्र अङ्गकार्याणि भूत्वा अङ्गस्य निर्माणं भवति. तत्पश्चात् अङ्ग तिङ् प्रत्ययोः मेलनं. इदानीं सिद्धप्रत्ययाः के इति अस्माभिः ज्ञाताः. तत्र किं लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु सिद्धप्रत्ययाः के, परस्मैपदीप्रत्ययानाम् आत्मनेपदीप्रत्ययानां सिद्धप्रत्ययाः के के इति अस्माभिः ज्ञाताः. तत्र इदानीम् अङ्गसिद्धप्रत्ययोः मेलनं इति एव कार्यमस्ति. तर्हि अङ्गनिर्माणं कथं भवति, सिद्धप्रत्ययाः तेषां निर्माणं कथं भवति इति सर्वम् अधीतम्. इदानीम् अङ्गं सिद्धमस्ति, सिद्धप्रत्ययाः अपि सिद्धाः, तर्हि तयोः मेलनं कथं करणीयं, तस्मिन् सन्दर्भे कानि कानि कार्याणि भवन्ति इति एव अस्मिन् करपत्रे अस्य करपत्रस्य विषयः अस्ति. तर्हि इदानीम् एकवारं पुनः पठामः. तत्र प्रायेण तिङ् प्रत्ययम् आश्रित्य अपि अङ्गकार्याणि भवन्ति. प्रथमं विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति इति जानीमः. यदा अङ्गस्य निर्माणं भवति तत्र धातु विकरणप्रत्ययोः मेलनानन्तरं तत्र अङ्गं सिद्धमस्ति, तिङ् प्रत्ययस्य कृते अङ्गं सिद्धमस्ति. तर्हि इदानीं तिङ् प्रत्ययम् आश्रित्य अपि अङ्गकार्याणि भवितुम् अर्हन्ति. परन्तु यत्र अङ्गम् अदन्तमस्ति तत्र प्रायेण सन्धिकार्यमेव प्रायेण भवति, अङ्गकार्यस्य तादृश अवसरः नास्ति प्रायेण. अनदन्तम् अङ्गम् अस्ति चेत् तत्र अङ्गकार्याणि तिङ् प्रत्ययम् आश्रित्य अपि अङ्गकार्याणि बहूनि भवन्ति. परन्तु अदन्तम् अङ्गम् अस्ति चेत् तत्र प्रायेण योजनम् अथवा सन्धिकार्यमेव भवति इति वयं स्मरामः चेत् तत्र अग्रे सौलभ्यं भवति. तर्हि इदानीम् आरम्भतः एकवारं पश्यामः. वंशी भगिनी आरम्भं करोति वा? आं भगिनि, अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनम्. एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् इत्येषाम् अङ्गम् अदन्तं यत्र तत्र अङ्गं निष्पन्नम् अपि च सिद्धतिङ् प्रत्ययाः प्राप्ताः. अधुना तयोः संयोजनं क्रियते, फलं तिङन्तपदं लोके विख्यातं क्रियापदम्. एतावता अस्माभिः लट् लोट् लङ् विधिलिङ् एतेषाम् अङ्गं कथम् अदन्तम् अङ्गं कथं भवति, अपि च अङ्गस्य निर्माणं सिद्धप्रत्ययः कथं भवति इति वयं दृष्टवन्तः. अधुना तु तयोः अङ्गस्य अपि च प्रत्ययाः तिङ् प्रत्ययाः योजनं संयोजनं कथं क्रियते, अपि च तिङन्तपदं कथं निष्पन्नं भवति इति पश्यामः. अत्र अस्ति दीक्षितपुष्पामहोदयायाः पद्धतेः वैलक्षण्यम्. अङ्गम् अदन्तं चेत् एकवारं लटि, लोटि, लङ्गि, विधिर्लिङ् च अङ्गस्य सिद्ध तिङ्प्रत्ययानां च संयोजनं परिशील्य अग्रे भवादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते. भव, नृत्य, लिख, चोरय, एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्नधातुगणेषु सन्ति परन्तु कार्यं पूर्णतया समानम्. अतः अस्य पाठस्य अनन्तरं यदा भुवादिगणस्य, दिवादिगणस्य, तुदादिगणस्य, चुरादिगणस्य च क्रमेण वैशिष्ट्यम् अवलोकयिष्यामः तदा केवलम् अदन्तम् अङ्गं निर्मातव्यम् अस्माभिः. ततः चतुर्णां धातुगणानां सर्वेषां धातूनां 1703 लटि, लोटि, लङि, विधिर्लिङ् च सर्वाणि रूपाणि ज्ञायन्ते. भवति, भवतु, अभवत्, भवेत् इति यथा, तथैव नृत्यति, नृत्यतु, अनृत्यत्, नृत्येत्, लिखति, लिखतु, अलिखत्, लिखेत्, चोरयति, चोरयतु, अचोरयतु, अचोरयत्, चोरयेत्. अतः अग्रिमेषु पाठेषु केवलं लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं भवति प्रदर्शयते. ततः अग्रे सर्वं बुद्धम् एव. अस्तु, अस्मिन् परिच्छेदे तत्र मातायाः मातुः पद्धति वैशिष्ट्यम् उक्तमस्ति. यतः मातुः किं कृतवती इत्युक्ते, तत्र लटि, लोटि, लङि, विधिर्लिङ् एतेषां सार्वधातुक लकाराणां नीत्वा तत्र अङ्गस्य निर्माणम् अदन्तम् अङ्गं सर्वस्य एकमेव रूपं भवितुम् अर्हति, यतोहि सर्वाणि कार्याणि तत्र समानानि सन्ति. अतः तत्र यदि कुत्रापि पश्यामः लट्, लोट्, लङि, नो चेत् विधिर्लिङ् अदन्ताङ्गं कथं भवति इत्युक्ते तत्र कार्याणि समानानि एव भवन्ति. अतः यद्यपि तत्र वयं पश्यामः भुवादिगणे नो चेत् दिवादिगणे, तुदादिगणे नो चेत् चुरादिगणे अपि तत्र अदन्तमङ्गमस्ति. सर्वे चतुर्षु गणेषु तत्र अदन्तमङ्गमस्ति. अतः किमपि धातुं वयं स्वीकुर्मः तत्र अदन्तमङ्गमस्ति चेत् तत्र कार्यं समानं भवति इति अस्ति. एतत् एव मातुः वैलक्षणम् अस्ति, यतोहि तत्र सर्वेषु चतुर्षु गणेषु रूपं समानं भवितुमर्हति, अपि च रूपाणि अपि समानं भवितुमर्हति इति एव तत्र मातुः. रूपाणि समानानि भवन्ति इति नास्ति, न क्षम्यतां, कार्याणि समानानि भवन्ति तत्र. रूपस्थि किं किं कार्याणि कर्तव्यानि ते सर्वे समानानि भवितुम् अर्हन्ति इति एव तत्र लिखितमस्ति भगिनि. तावदेव न, अन्यत् किमपि अस्ति वा तत्र? न न, तावदेव तावदेव. इत्युक्ते तत्र अदन्तम् अङ्गम् अस्ति चेत् तत्र अङ्गकार्याणि यानि कार्याणि सर्वत्र समानानि, तदनन्तरं सिद्धप्रत्ययाः अपि समानाः. तदेव, समीचीनप्रत्ययाः अपि समानाः अदन्ताङ्गानां. ततः तत्र मातृभिः किं कृतम् इति चेत् तत्र एतद् अभिज्ञातवती माता, अत्र अदन्तमङ्गम् अस्ति चेत् एते सिद्धप्रत्ययाः भवन्ति, तर्हि सर्वत्र समानप्रक्रिया अस्ति एतेषां चतुर्णां गणानाम् इति कृत्वा तत्र तादृशधातूनां एकत्रीकृत्य एतेषां प्रक्रिया समाना भवति इति उक्तवती. अस्तु, तर्हि इतः अग्रे गच्छेम. अस्तु, इदानीं लक्ष्मी भगिनी पठति वा अग्रे? आं भगिनि, नमस्ते भगिनि. नमस्कारः. सूत्राणि. अङ्गस्य सिद्धप्रत्ययानां च मेलनार्थम् अपेक्षितानि सूत्राणि इमानि. अतो गुणे अदिङ्गुणः, अतो दीर्घो यङि अमीपूर्वः. अतो गुणे अमीपूर्वः, अग्रे. अस्तु अस्तु, क्षम्यता, अमीपूर्वः. अतो दीर्घो यङि वृद्धिरेचि लुङ् लङ् ऋङ्ष्वडुदात्तः सस् जोषोरुः खरवसानयोर्विसर्जनीयः. आद्गुणः आडजादीनाम् आट्टश्च इति सूत्राणि, इमे सूत्राणि दत्तानि. अग्रे पठानि वा? पठतु. अङ्गस्य तिङ्प्रत्ययस्य च संयोजनकार्यं. कार्यार्थम् अथः यत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति तत्र दक्षिणतः सूत्रं दत्तं. किमपि सूत्रं न लिखितं चेत् केवलं द्वयोः अंशयोः सम्मेलनं भवति, यथा पठ योगति पठति, अत्र केवलम् अंशयोः संयोजनं, कस्यापि सूत्रस्य आवश्यकता नास्ति. अग्रे प्रवर्तनं कथम् अस्ति इति सूचितमस्ति. तत्र इत्युक्ते अङ्गम् अस्ति, ततः परं तिङ्प्रत्ययः अस्ति. अङ्गतिङ्प्रत्ययोः मेलनं यथा भवति तत्र सूत्रस्य आवश्यकता अस्ति चेत् तत्र सूत्रं दक्षिणभागे दत्तमस्ति. सूत्रस्य आवश्यकता नास्ति चेत् तत्र केवलं मेलनं सूचयति, सूत्रं न भवति इति दत्तम् अस्ति. परस्मैपदे अङ्गतिङ्प्रत्ययसंयोजनम् इति अग्रिमशीर्षिका अस्ति. तथानि वा अग्रे पठतु. परस्मैपदे धातुः पठ् अङ्गं पठा इति भवति. लट् लकारः, लटि सिङ् सिद्धतिङ् प्रत्ययः, तीतः अन्ति, सीथः थ, मी वः मः. कार्यं यथा भवति अत्र पठ योगति पठति, पठ योगतः पठतः, पठ योग अन्ति पठन्ति. तत्र अतो गुणे इति सूत्रं सूत्रस्य कार्यं भवति. पठ योगसि पठसि, पठ योगतः पठतः. धन्यवादः, समीचीनः. तर्हि इदानीं पटयोगः अन्ति इत्यत्र सामान्यतया तत्र किं सूत्रं प्रवर्तते? अत्र सवर्णे दीर्घः, आकाशवर्णे दीर्घः भवति इति वयं चिन्तयामः, परन्तु तत् सूत्रं प्रबाद्य अतो गुणे इति सूत्रमस्ति. इदानीं तत्र कः पमेला भगिनी पठतु अतो गुणे इति सूत्रम्. आं भगिनि, अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपं पुरमयकादेशः स्यात्. गुणः इत्युक्तौ अ ए ओ. इदं सूत्रं रुद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्. अतः पञ्चम्यान्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम्. अस्य पदान्तात् इत्यस्मात् उस्यपदान्तात् इत्यस्मात् अपदान्तात् अपि च एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः. एकः पूर्व परयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकपररूपं संहितायाम्. अस्तु, तत् अतो गुणे सूत्रस्य विवरणम् अस्ति. अपदान्तात् यदि अत् तत्र तपरकरणम् अस्ति, यदि अपदान्तात् यदि कोऽपि गुणवर्ण अस्ति चेत् पूर्वपरो परस्थाने एक एव आदेश पररूप आदेश भवति. वयं जानीमः गुणसंज्ञकवर्ण तु अ ए ओ इति. अपि च वृद्धिरादे च अपि अकसवर्णदीर्घ इत्यनयो अपवादसूत्रं. पूर्वं वयं दृष्टवन्तः तत्र बलाबलचिन्तने वृद्धिरादेचि अपि च अकसवर्णदीर्घ अत्र यत्र अतो गुणे कार्यं कर्तुम् आगच्छति तत्र तेषामपि ताभ्यां सूत्राभ्यामपि प्रसक्तिः अस्ति इति प्रसक्तिः. तर्हि पदान्तात् अतः गुण पूर्वपुर तत्र यदि वृद्धिरादेचि यत्र कार्यं करोति तर्हि अतो गुण इत्यस्य तत्र किं वदामः तत् अवकाशम् एव न भवति. अतः एव अनुगुण्य तत् कार्यं करोति. तदेव अकः सवर्णदीर्घ अपि यदि तत्र कार्यं करोति चेत् अतो गुण इत्यस्य तत्र प्रसक्ति ऐ मीन् अवकाशं न लभ्यते इति कृत्वा अपवादरूपेण तत्र अतो गुणे कार्यं कुर्यात्. समीचीनम्. अकः सवर्णे दीर्घः अपि च वृद्धिरेचि अत्र तत्र पदान्ते अपदान्ते इति उक्तं वा? तत्र अकः सवर्णे दीर्घः वृद्धिरेचि अहं चिन्तयामि तत्र अवर्णात् तत्र पदान्ते अपदान्ते नास्ति भगिनि इत्युक्ते तस्य कार्यक्षेत्रं बृहत् भवति इतो अपि च अकसवर्णदीर्घ अपि तत्रापि न उक्तं तस्यापि कार्यक्षेत्रं बृहत् भवति अतः एव अतो गुण इत्यस्य यदि अपदान्तत् वदामः अपि च गुणसंज्ञक केवलम् अ एव तत्र कार्यक्षेत्रं लघु भवति. समीचीनं. तर्हि अत्र अपवादरूपेण अकः सवर्णदीर्घः वृद्धिरेचि सूत्रद्वयमपि प्रबाद्य अतो गुणे इति सूत्रं कार्यं करोति. अत्र किं वैशिष्ट्यम् इति चेत् अपदान्ते इति उक्तमस्ति. यदि अपदान्ते इति न उक्तं केवलम् अतः गुणे पूर्वपरयोः एकः पररूपम् इति वदामः चेत् तत्र किं भवति? अपदान्त तत्र गुणः अकः सवर्ण भवितुम् अर्हति खलु? अकः सवर्णे अत इत्युक्ते अपदान्तात् इति न वदामः चेत् तत्र अतः अनन्तरं गुणसंज्ञकः वर्णः इदानीम् अपूर्व अनन्तरम् अकारः अस्ति चेत् तत्र अकसवर्णे दीर्घः भवति वा नो चेत् इदं सूत्रं प्रवर्तते वा इति एकः क्लेशः. अनन्तरं वृद्धिरेचि इति सन्दर्भे वर्णात् अनन्तरम् एचि परे इति उक्तं तर्हि तत्र पदमस्ति चेत् तत्र एचि इत्यनेन वृद्धिः भवति अनेन सूत्रेण तु पररूपादेशः अत्र केवलम् एकारः एव भवति अतः तत्र क्लेशः जायते खलु? क्लेशः जायते. इदं सूत्रं परत्वात् इदं सूत्रं प्रवर्तते वा? वस्तुतः परत्वं नास्ति. वृद्धिरेचि इत्यस्य अपेक्षा परमस्ति परन्तु उभयत्र पदान्ते अपदान्ते इति किमपि न उक्तम् अतः इदानीं कार्यक्षेत्रम् एकरीत्या समानम् अस्ति. तर्हि तस्मिन् सन्दर्भे तत्र परत्वात् अतो गुणे इति कार्यं करोति इति वदामः चेत् तदानीं तत्र रूपे दोषः जायते खलु? वृद्धिः इत्यस्य अपेक्षया तत्र एकारादेशः जायते. अतः तत्र अपदान्तः इति नास्ति चेत् तत्र दोषाः कीदृशदोषाः भवन्ति इति गृहपठरूपेण चिन्तयन्तु. अपदान्तात् इति नास्ति चेत् किं भवति? वृद्धिरेचि अकः सवर्णदीर्घः सूत्रद्वयमपि स्वीकृत्य दोषः कीदृशदोषः कुत्र भवति कीदृशपदमस्ति इति चिन्तयन्तु. अस्तु, अत्र सूत्रार्थः अस्ति अतो गुणे इति. तर्हि अतः इति तपरकरणम् अस्ति इति यथा उक्तं तपरकरणग्रहणं किमर्थं कृतम्? आकारः केवलं ह्रस्वाकारस्य एव ग्रहणं भवतु, दीर्घाकारस्य ग्रहणं मास्तु इति, प्लुताकारस्य ग्रहणं मास्तु इति कृत्वा ह्रस्वाकारः एव तत्र स्यात् इति कृत्वा अतः इति उक्तम्. अनन्तरं गुणे इति उक्तं. गुणे इत्युक्ते तत्र गुणसंज्ञा अस्ति, वयं जानीमः अग्रिमसूत्रे अदेङ्गुणः इति सूत्रे गुणसंज्ञा भवति. तर्हि अत्र विनय महोदय पठति वा अदेङ्गुणः? धन्यवादः भगिनि. अदेङ्गुणः हरस्व अकारः एकारः ओकारः एङ् प्रत्याहार अन्तर्भूतः हरस्वकार एकार ओकार येषां वर्णानां गुणसंज्ञा स्यात् केवलं संज्ञा नामस्ति अत्र अदेङ्गुण अन्तर्भूतः अत् एङ् च गुणसंज्ञः स्यात् इति अत एङ्गचः गुणसङ्ख्या स्यात् इति अच्चः एङ्गचः अदेङ्गः अच्चः एङ्गचः अदेङ्ग सन्धि अस्ति अदेङ्ग प्रथमान्तं गुणः प्रथमान्तं यतः प्रथमान्तं भवति अदेङ्ग अपि च गुण तर्हि एव संज्ञा इति उच्यते द्विपदं सूत्रं सूत्रस्वयं सम्पूर्णम् अत एङ्ग गुणः कोऽपि अनुवृत्ति न आवश्यकता अस्ति अतः अदेङ्गगुणः केवलं संज्ञासूत्रमस्ति अ ए ओ इति उच्यते अदेङ्गगुणः अन्तर्भूतः समीचीनम् इत्युक्ते तत्र पश्यामः चेत् अत् एङ् गुणः इति त्रीणि पदानि सन्ति तेषां कीदृशसम्बन्धः त्रीणि अपि प्रथमान्तपदानि खलु अत् एङ् गुणः त्रीणि पदानि त्रीणि पदानि अर्थात् एङ्गपि प्रथमान्तम् अत् अत् च एङ्गः अदेङ्ग सो अत् अत् एकपदम् एङ्ग द्विपदम् अदेङ्ग अदेङ्ग अदेङ्ग सन्धे अस्ति परन्तु अदेङ्गपदम् अस्ति इदानीं मम प्रश्नः अस्ति अदेङ्ग अपि च गुणः अनयोः कीदृशसम्बन्धः कीदृशसम्बन्धः अत्र अत्र अत्र अत्र विशेषविशेषण विशेषणविशेष्यम् इति वक्तुं न शक्यते इत्युक्ते विशेषणविशेष्यं वदामः चेत् विशेषणविशेष्ययोः तत्र किम् आवश्यकम् न परन्तु अहं अवदत् संज्ञा अत्र संज्ञा अस्ति यथं प्रथम प्रथमान्तं पदं यदि त्रयः पदम् अस्ति परन्तु त्रयः पदं यदा प्रथमान्तम् अस्ति तर्हि अत्र संज्ञासूत्रम् इति उच्यते न अत्र एवमपि पृच्छामि यतोहि तत्र त्रीणि अपि पदानि प्रथमान्तपदानि तर्हि अत्र विशेषणविशेष्यभावः वा इति चेत् अत्र विशेषणविशेष्यभावः अस्ति तथापि विशेषणविशेष्यभावस्य अत्र प्राधान्यं नास्ति अत्र कीदृशप्राधान्यम् इति चेत् तत्र अत् एङ् उद्दिश्य गुणः विधीयते अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः अस्ति परन्तु गौणीभूतः अस्ति विशेषणविशेष्यभावः गौणीभूतः अस्ति प्रधानं नास्ति प्रधानं किम् अत् एङ् इति उद्दिश्य गुणः विधीयते गुण इति संज्ञा विधीयते तर्हि अत्र अत् एङ् उद्दिश्य अत् एङ् इति वयं जानीमः अत्र सूत्रं किं वदति अत् एङ् इति वयं जानीमः एङ् इति प्रत्याहारः इति अस्माभिः ज्ञायते अत् इत्युक्ते केवलं ह्रस्वकारः इति ज्ञायते यत् ज्ञातं तस्मात् अज्ञातं विधीयते अज्ञातं किं गुणः गुणः इति न ज्ञायते अन्यत्र लोके गुणः इत्युक्ते तस्य अन्यः अर्थः गुणः इति पारिभाषिकपदम् अस्ति अत्र तर्हि तादृशपारिभाषिकपदस्य बोधनार्थम् अत्र किं वदामः इति चेत् गुणः इति विधीयते विधानस्य नूतनज्ञानम् इति वदामः नूतनज्ञानम् यत्र नूतनज्ञानस्य बोधः भवति तदेव विधानं भवति यत् ज्ञातम् अस्ति तद् उद्देशः भवति तर्हि अत् एङ् उद्दिश्य गुणः विधीयते इति वदामः अतः यदा गुणः प्रथमान्तम् अर्थात् गुणः विधीयते गुणसंज्ञा विधीयते गुणसंज्ञा विधीयते यथा गुण प्रथमान्तम् अस्ति गुणसंज्ञा विधीयते अतः एव अत्र गुणः इति तत्र अत् एङ् इत्यस्य अनन्तरं लिखितमस्ति यदि विशेषणरूपेण वक्तुमिच्छति तर्हि पूर्वं लिखति गुणः अत् एङ् इति लिखति, परन्तु तथा न लिखितम् अत्र. अत् एङ् गुणः इत्युक्ते तत्र अत् एङ् उद्दिश्य गुणः विधीयते, तर्हि उद्देशविधेयभावः. अस्तु, धन्यवादः. अस्तु, इदानीं तत्र अतो गुणे इति सूत्रम् अत्र यत्र यत्र संज्ञासूत्रमस्ति तत्र तत्र किमपि अज्ञातं तत् तत् ज्ञायते तत्र. सत्यं सत्यं सत्यं, सर्वसमीचीनं, सर्वत्र तथैव. अज्ञातमस्ति, तस्य ज्ञानार्थं तत्र विधेयः भवति, सर्वत्र तथैव. अस्तु, अतो गुणे तत्र वृद्धिरादेचित्यस्मिन् वृद्धिः पूर्वम् अस्ति, आत् एच् अनन्तरमस्ति, तत्रापि उद्देशविधेयभावः अस्ति वा? हा हा, समीचीनं. तत्र तत्रापि तत्र वृद्धिरेचि इति सूत्रमित्यत्र भवति वदति, वृद्धिरादेच् वृद्धिरादेच् इति वदति खलु, वृद्धिरेचि न खलु, न वृद्धिरादैच् वृद्धिरादैच् इत्यत्र इत्युक्ते यत्र यत्र उत्तरपदरूपेण अस्ति तत् सर्वं विधानं, यत्र यत्र पूर्वपदम् अस्ति तत् सर्वम् उद्देश्य इति तथापि न वक्तुं शक्यते इति सामान्यतया तथा वयं पश्यामः. परन्तु केवलं पूर्वमस्ति इति कृत्वा तत्र विधानं नास्ति इति वक्तुं न शक्यते, इत्युक्ते तत्र क्रमस्य महत्त्वं नास्ति खलु. संस्कृतभाषायां सामान्यरीत्या क्रमस्य महत्त्वं नास्ति, परन्तु सामान्यतया अवगमनार्थम् उत्तररूपेण वयं वदामः. सुन्दरः बालकः इति वदामः चेत् तत्र विशेषणविशेष्यभावः इति वयं सामान्यरीत्या अवगच्छामः. बालकः सुन्दरः इति वदामः चेत् यत् यः बालकः मम पुरतः अस्ति तं बालकम् अहं जानामि, तस्मात् अहं सौन्दर्यं तस्मात् सौन्दर्यं विधीयते. अत्र वृद्धिरादैच् इत्यत्र तत्रापि वृद्धिः इति पर अनन्तरं लेखितुं शक्यते अस्ति, तथापि तत्र वृद्धिः इति पूर्वं लिखितं. किमर्थं लिखितं? यतोहि मङ्गलरूपेण अस्ति. वृद्धिरादैच् इति प्रथमं सूत्रमस्ति अष्टाध्याय्यां. तत्र वृद्धि वकारः मङ्गलरूपेण अस्ति, तत्र ववर्णः मङ्गलरूपेण अस्ति इति कृत्वा अष्टाध्याय्यां मङ्गलश्लोकः नास्ति, अतः तत्र मङ्गलम् आदौ मङ्गलं क्रियते खलु, मङ्गलम् आदौ क्रियते, मध्ये अपि क्रियते, अन्ते अपि क्रियते. अत्र आदौ मङ्गलमस्ति वकारः, वकारेण वृद्धिः इत्यनेन मङ्गलं बोधयति. तर्हि अत्रापि उद्देशविधेयभावः एव अस्ति तत्र वृद्धिः सर्वत्र तथैव, सर्वत्र तथैव, यतोहि संज्ञा अस्ति खलु, संज्ञायाः विधानं तत्र क्रियते. संज्ञा अज्ञातः अस्ति खलु, अज्ञाता संज्ञा इति कृत्वा तत्र तत्रापि तथैव. अस्तु, तर्हि अतो गुणे इति सूत्रे तत्र वयं जानीमः अत्र अपदान्तात् इति पदस्य अनुवृत्तिः अस्ति, अतः अपदान्तात् अतः पदस्य अन्ते न भवेत् इत्युक्ते पदस्य अन्ते अतः न भवेत् अपदान्ततः न पदान्तः अपदान्तः अतः तस्य अनन्तरं गुणसंज्ञकः अकारः एकारः ओकारः अस्ति चेत् तदानीं पररूपादेशः भवति. पूर्वपरयोः द्वयोः स्थाने पररूपादेशः भवति संहितायाः विषये इति उक्तम्. अस्माकम् उदाहरणे पटयोगः अन्ति इत्यत्र कः सवर्णे दीर्घः इति सूत्रस्य यद्यपि प्रसक्तिः अस्ति, परन्तु पट इति अपदान्तः अस्ति, तस्य अन्ते पट इत्यस्य अन्ते ह्रस्व अकारः अस्ति, तस्य अनन्तरम् अन्ति इत्यत्र अकारः गुणसंज्ञकः अस्ति इति कृत्वा पूर्वपरयोः पट इत्यत्र अकारः अनन्तरम् अन्ति इत्यत्र अकारः द्वयोः पूर्वपरयोः स्थाने पररूपः अकारः आदिष्टः भवति, अतः पठन्ति इति रूपम्. अस्तु, इदानीम् अग्रे विजयलक्ष्मीपत्नी पठ. पठसि इत्यस्मात्. आं भगिनि, अन्म्यूट् कदापि न भवति मम सिस्टम् मध्ये किमपि. पठसि, पठ योगः सि, पठसि, पठ योगः थः, पठथः, पठ योगः थ, पठथ, पठ योगः मि, पठामि. अतो दीर्घो यञि, यञि आदि सार्वधातुकः प्रत्ययः परः चेत् अदन्त अङ्गस्य अन्तिमस्वरः दीर्घः भवति इति अतो दीर्घो ययि सूत्रं वदति. अतः अत्र पठयोगः मी पठमि न भवति पठामि इति भवति पठयोगः वः अतो दीर्घो ययि इति सूत्रम् एकवारं पठतु अतो दीर्घो ययि सप्तमाध्यायस्य तृतीय पादे एकोत्तरशततमं सूत्रम् अदन्ताङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे परे यञ् प्रत्याहारे य व र ल य म ङ ण न झ भ अतः षष्ट्यन्तम् अतः षष्ट्यन्तं दीर्घः प्रथमान्तं यञ् सप्तम्यन्तं त्रिपदम् इदं सूत्रम् तुरुस्तुषम्यमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिस्तदन् तद् आदौ अल् ग्रहणे वार्तिकम् इत्यनेन यञ् सार्वधातुके इत्युक्तौ ययादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः यञ् सार्वधातुके भगिनि सार्वधातुके तुरुस्तुषम्यमः इति सूत्रात् वा तत्र सार्वधातुके सार्वधातुके अस्ति खलु तत्र सार्वधातुकार्धधातुक कुत्र अस्ति सार्वधातुक अर्धधातुक नास्ति केवलं सार्वधातुके तुरुस्तु शम्यमां शम्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अत्र अतः इत्युक्ते पूर्ववर्णे अ अन्ते भवति अदन्तङ्गम् इति अर्थः अतः इत्युक्ते अदन्ताङ्गस्य दीर्घो इत्युक्ते दीर्घत्वं भवति कदा भवति ययादि सार्वधातुकप्रत्यये परे भवति चेत् अत्र यञ् इत्युक्ते यवर ल यमगणनं यमगणन झभञ् झभ इति पर्यन्तं यञ् इति प्रत्याहारः तत्र यञ् वर्णस्य सार्वधातुकप्रत्यये परे भवति चेत् अदन्त अङ्गस्य येन विधिस्तदन्तस्य इत्यनेन अन्तिमवर्णस्य अन्तिमवर्णः ह्रस्व अकारः भवति चेत् तत्र अन्तिमवर्णस्य दीर्घः भवति ययादि सार्वधातुक सार्वधातुके परे भवति चेत् यस्मिन् विधिस्तदादौ अल् ग्रहणे इति यञ् इति सप्तम्यन्तम् अस्ति तद् तद् तत्कारणं सप्तम्यन्तस्य आदौ यद् अदन्त अङ्गः अस्ति तस्य अन्तिमवर्णस्य दीर्घत्वं भवति इति सूत्रार्थः अतः अत्र पठ योगः मि इति सार्वधातुकयादि तिङ्प्रत्ययः अस्ति पठ इत्यस्य अन्तिमवर्णः अकारः ह्रस्व अकारः अस्ति अत्र निमित्तानि पूरितानि अतः पठ योगः मि इत्यत्र अकारस्य दीर्घत्वं भूत्वा आकारः भवति पठामि इति रूपं सिद्ध्यति एवमेव पठावः पठामः अपि सिद्ध्यतः समीचीनं तत्र एकं स्मर्तव्यं यत् अतो दीर्घो यञि इति सूत्रं यद्यपि सूत्रे सार्वधातुके इत्यस्य अनुवृत्तिः नास्ति परं सार्वधातुके इति पदं नास्ति साक्षात् सूत्रे परन्तु तस्य अनुवृत्तिः तु भवति अतः इदं सूत्रं केवलं सार्वधातुके परे एव कार्यं करोति अर्धधातुके परे कार्यं न करोति यदि सार्वधातुके इति पदं नास्ति चेत् तर्हि तत्र आर्धधातुकप्रक्रियायां कुत्रचित् दोषः जायते, यत्र न इष्टं तत्रापि दीर्घत्वं जायते इति कृत्वा सार्वधातुके इति पदस्य अनुवृत्तिः अत्र आवश्यकी अस्ति. तर्हि अत्रापि अतः इति उक्तम्, अतः अङ्गस्य इति तत्र विशेषणविशेष्यभावः अस्ति. अतः येन विधि सदन्तस्य इत्यनेन तादृश अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति. अनन्तरं ययादि सार्वधातुके प्रत्यये परे, ययादि इति उक्तत्वात् ययादि यै प्रत्याहारस्य वर्णः कुत्र भवेत् इति न उक्तं सूत्रे, स्पष्टतया न उक्तम् इति कृत्वा यस्मिन् विधि सदादौ वल् ग्रहणे इति परिभाषया प्रत्ययस्य आदौ एव भवति इति वयं स्पष्टीकर्तुं शक्यते. तर्हि तस्मात् पूर्वम् अङ्गस्य ह्रस्वाकारस्य दीर्घादेशः भवति. यथा पटयोगः मि इत्यत्र पट इति अदन्तम् अङ्गं, मि इत्यत्र मकारः ययादि अस्ति, मि इत्यस्य सार्वधातुकसंज्ञा अपि अस्ति इति कृत्वा पट इत्यत्र अकारस्य दीर्घत्वं जायते, पटामि इति रूपम्. एवमेव पटयोगः वः, पटयोगः मः, तत्रापि वकारः मकारः यै प्रत्याहारे अस्ति, अतः तत्रापि दीर्घत्वं जायते. तर्हि इदानीं सूत्रद्वयम्, अतो गुणे अनन्तरम् अतो दीर्घो यै, सूत्रद्वयं ज्ञातम्. कोऽपि प्रश्नः अस्ति वा? सरलमेव चिन्तयामि. अस्तु, अग्रे अरविन्द महोदय पठतु. लोट् लकारः, लोटि सिद्धतिङ्प्रत्ययाः, तु तात् ताम् अन्तु, तात् तं ता आनि आव आम. कार्यं पटयोग तु पठतु वर्णमेलनमेव, पटयोग तां पठतां वर्णमेलनमेव, पटयोग अन्तु पठन्तु. अत्र यदा पूर्वं दृष्टमस्ति अकारे अत् परे अकारः अस्ति, तो गुणे इति सूत्रेण पूर्वपरयो एकादेशः भवति, तत्र पठन्तु इति भवति. मध्यमपुरुष एकवचने पटयोगाः शून्य, पट एव एतावत् तिष्ठति. विकल्पेन तात् इति पठतात् इति तत्र न पठतात् अपि अस्ति. मध्यमपुरुष द्विवचने पठत, पटयोगतम् अस्ति पठतं, तत्र वर्णमेलनमेव. बहुवचने पटयोगत पठत, तत्रापि वर्णमेलनमेव. उत्तमपुरुष एकवचने पटयोगः आनी अस्ति, तत्र अकसवर्णे दीर्घः, पट अकारान्तमस्ति, तस्य अनन्तरं दीर्घ आकारम् इति अकसवर्णे दीर्घ इति सूत्रेण अकार आकारस्य मेलनेन आकार दीर्घाकारे अवशिष्यते. एकपूर्वपरयो एक परा पर एकादेशः अस्ति इति पटानि इति भवति. तदेव पटयोग आव पटाव आम्. पूर्वं तत्र सूत्रमस्ति खलु, तदपि एकवारं पठतु. आकाशवर्णे दीर्घः इति उपरि लिखितमस्ति. उपरि अतो दीर्घो यै इति अकसवर्णे दीर्घः षष्ठमध्यायस्य प्रथमपादस्य एकोत्तर एकशतं सूत्रमस्ति. अकवर्णात् सर्वणे अचीपरे सवर्णे अचीपरे पूर्वपरयोः स्थाने दीर्घसंज्ञकः एकादेशः स्यात्. अकः प्रत्याहारः आ इ ऊ लृ. अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्. इकोयनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयो संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घसंहितायाम् अत्र अनुवृत्तिसहितसूत्रम् इति अकः इत्युक्तात् अकार इकार उकार ऋकार नृकार सवर्ण तेषां सवर्णे अचि परे अस्ति चेत् पूर्वपरयोः स्थाने एक दीर्घः दीर्घ इति सवर्णदीर्घस्य आदेशः भवति संहिताविषये इति अस्ति. समीचीनम् समीचीनम्. इदानीं तत्र समापयतु. पटयोगः आव पटयुगः वा तत्रापि अकसवर्णे दीर्घ एव कार्यं करोति पटयुगः वा पटा वा इति दीर्घ दीर्घादेशं भूत्वा पटा वा भवति पटयुग आम पूर्वपरयो दीर्घादेशं भूत्वा पट आव इति पट आम अत्र पटामापि अकसवर्णे दीर्घ इति सूत्रेणैव भवति इति कृत्वा पठत् पठतु पठतां पठतु इति प्रथमपुरुषे मध्यपुरुषे पठ पठतं पठत उत्तमपुरुषे पठानि पठाव पठाम समीचीनं पठतात् इत्यपि स्थापनीयं यथा भवान् उक्तवान् पठतात् इति स्थापनीयं तद् अनन्तरं परिष्करोमि अनन्तरं अत्र पटयोगः आनि इत्यत्र अतो गुणे इत्यस्य कार्यमस्ति वा न भगिनि पट अतो गुणे किं वदति अतो गुणे गुण अतो गुणे पूर्वपरयोः एकपररूपं संहितायाम् इति आदन्तात् अति अस्ति तु पूर्वपरयोः अदन्तमस्ति अदन्तमस्ति अङ्कमस्ति अपदान्त अस्ति तत् समीचीनमस्ति अतः इति अतः पूर्वपरयोगुणे इति न तत्र आणि अत्र आकारः अस्ति गुणवर्णः इति कृत्वा प्रसक्तं नास्ति सूत्रं प्रसक्तं नास्ति अतः साक्षात् अकसवर्णे दीर्घः एव अत्र कार्यं करोति अस्तु समीचीनम् अग्रे गच्छेम इदानीं लङ्लकारः मीना भगिनी अग्रे लङ्लकारः लङि सिद्ध तिङ् प्रत्ययाः इति ताम् अन्न इस् तं त वम आयोगः पठ अपठ इति अङ्गं लुङ् लङ् ऋङ् क्ष इक् लुङ् लङ् ऋङ् क्ष्वा श्वा उदात्तः लिङ् लङ् ऋङ्क्ष उदात्तः लङ्क्षु लुङ् लङ् ऋङ्क्ष्वडुदात्तः लुङ् लङ् लिङ्क्षु उदात्तः वा लिङ् लुङ् लङ् ऋङ्क्षु उदात्तः न न अडु अड् इति अस्ति खलु लुङ् लङ् ऋङ्क्ष्वडुदात्तः वडुदातः अडुदातः कार्यम् अपठ योगः इत् अपठत् अपठ न न लुङ् लङ् ऋङ्क्ष्वडुदातः इति सूत्रं प्रथमं पठतु ओ अत्र लुङ् लङ् ऋङ् च परं चेत् धातुरूपि अङ्गस्य अट् आगमो भवति स च अडागमः उदात्त सम्यकः आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति लुङ् लुङ् च लङ् च ऋङ् च तेषाम् इतर इतर द्वन्द्वः लुङ् लङ् ऋङ्गः तेषु लिङ् लुङ् लङ् लुङ् लङ् ऋङ्क्षु लुङ् लङ् ऋक्षु सप्तम्यन्तम् अट् प्रथमान्तम् उदात्तः प्रथमान्तम् त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अट् उदात्तः लुङ् लङ् ऋङ् लुङ् लङ् ऋङ्क्षु अत्र लुङ्लकार लुङ्लकार लङ्लकार ऋङ्लकार इत्यादिषु अड् आगमः आद्यन्तौ टकितौ इति सूत्रेण प्रथमम् आगतः अकारः आगतः उदात्तः इति किमर्थं दत्तम् इति अहं न जानामि चिन्ता चिन्ता मास्ति उदात्तः इत्यस्य इदानीम् आवश्यकता नास्ति स्वरज्ञानमेव अस्माकं नास्ति अतः उदात्तः किमर्थं दत्तम् इति मास्तु इदानीम् केवलम् अङ्गस्य अट् आगमः भवति इति तावत् अवगच्छामः चेत् पर्याप्तम् तत्र स्वरस्य उदात्तसंज्ञा भवति इति उक्तम् तत् किमर्थम् उक्तम् इति चेत् तत्र स्वरविज्ञानमेव अस्माकं नास्ति. प्रथमं तत्र कीदृशस्वरः आसीत् तस्य स्थाने उदात्तत्वं किमर्थम् उक्तम् इति सम्पूर्णतया अवगन्तव्यं भवति. तर्हि इदानीं मास्तु, केवलम् अडागमः भवति इति अवगच्छतु. लुङ् लङ् लृङ् त्रिषु लकारेषु अट् इति आगमः आद्यतत्त्वकितवति सूत्रेण पूर्वमेव अट् आगच्छति. तस्मात् पट् अपट अपट् योगः तदनन्तरं शप् इदानीं सूत्रे तत्र सूत्रे सम्पूर्णपदमस्ति, तस्य पदच्छेदं कृत्वा वदतु किम् अस्ति, कानि कानि पदानि तत्र. अङ्गस्य न न सूत्रे सूत्रे लुङ् लङ् रिङ् ष्वडु दात्तः इति सूत्रमस्ति खलु, तत्र कानि पदानि सन्ति, पदच्छेदं कृत्वा वदतु. लुङ् लङ् रिङ् षु अड् उदात्तः इति अस्ति तत्र सन्धि. लुङ् लङ् रिङ् षु इत्यत्र सन्धिः भवति खलु, लुङ् लङ् रिङ् षु लिङ् लङ् षु उदा लिङ् लङ् लङ् षु उदात्तः लिङ् लङ् ष्वड लुङ् लङ् रिङ् षु उदात्तः सन्धिनाम सन्धिनाम किम् सन्धि मम विस्मरति मम भगिनि तत्र अट् इत्यत्र अट् इत्यत्र कीदृशसन्धिः जातः जलां जलां झषि जलां झषन्ते जलां झषि इति नास्ति खलु, कुत्र अस्ति उदात्तः इत्यत्र झषि अस्ति वा, अच् अस्ति अतः तद् जलां झषि इत्यस्य प्रसक्तिः अपि नास्ति अत्र तु न भवति एव, तत्र अट् इति पदमस्ति, अट् इति पदमस्ति खलु, अड्डिति पदमस्ति अतः तत्र इदं तत्र लुङ् लङ् रिङ् लुङ् लकारे लङ् लकारे रिङ् लकारे सर्वत्र अडागमः भवति लकारस्य, तत्र इत्युक्ते अङ्गस्य अडागमः, कस्य अडागमः, लकारस्य अडागमः नास्ति, अङ्गस्य अडागमः अडागमः तस्मात् पूर्वमेव भवति. अत्र लुङ् लङ् रिङ् षु इति सप्तमी अन्तं कीदृशसप्तमी एतेषु विषयेषु अङ्गस्य अडागमः भवति. अस्तु समीचीनम्. इदानीं वदतु तत्र अडागमः कथं भवति इति वदतु, प्रतिपादयतु. अडागमः आ इति आगमः भवति टक आद्यन्तटकितौ इति सूत्रेण आदौ भवति आदौ टकार इति चेत् आदौ भवति अन्तौ कस्य आदौ अङ्गस्य आदौ अङ्गस्य आदौ अडागमः भवति सत्यं समीचीनं. तर्हि तत्र लुङ्लकारः लङ्लकारः लृङ्लकारः एतेषु सर्वेषु लकारेषु अङ्गस्य आदौ अट् इति आगमः भवति समीचीनम्. अस्तु धन्यवादः. इदानीं सूर्यकुमारी भगिनी अग्रे पठति वा, अपट् अपटयोगः अन् भगिनि भवते एकः प्रश्नः अस्ति. अङ्गस्य आदौ अ आयाति परन्तु इदानीं तर्हि तदनन्तरम् अपठः अङ्गस्ति वा नास्ति, मम प्रश्नः अपठ अपठ इति अङ्गमस्ति वा नास्ति वा किम्? मम प्रश्नः अपठः अङ्ग अस्ति वा नास्ति. अङ्गं तु अस्ति एव खलु, प्रत्ययात् पूर्वं यः भागः तस्य अङ्गसंज्ञा अस्ति. इदानीं वस्तुतः पटयोगः त इति प्रत्ययः खलु, पटयोगः त इति प्रत्ययः प्रत्ययः पट इति अङ्गस्य तत्र वस्तुतः पट् योगः विकरणप्रत्ययः अ इति शप् इति विकरणप्रत्ययः अनन्तरं तु इति प्रत्ययः अस्तिपिति प्रत्ययः तर्हि पट् इत्यस्य अङ्गसंज्ञा अस्ति यतोहि तस्य अनन्तरम् अ इति विकरणप्रत्ययः अस्ति शप् इति प्रत्ययः अस्ति तर्हि पट् इति अङ्गम् अस्ति इति कृत्वा तस्य अडागमः भवति तर्हि अपट् अपट् योगः अपट् इत्यस्य अङ्गसंज्ञा तु अस्ति एव यतोहि अडागमः तु तस्य पट् इत्यस्य भागः भवति पट् इत्यस्य भागः भवति पट् इत्यस्य अङ्गसंज्ञा अस्ति इति कृत्वा अपट इत्यस्यापि अङ्गसंज्ञा अस्ति यतोहि अडागमः यस्य आगमः तस्य गुणीभूतः भवति इत्युक्ते तस्य अंशः भवति तस्य अंशः भवति इति कृत्वा अत्र अपट् इति अपि अङ्गमस्ति सूर्यकुमारी भगिनी कृपया हा भगिनी भगिनी अत्र लुङ् लङ् लृङ्क्षु इति अस्ति खलु तत्र ङकारः दृश्यते वा लृङ् इत्यस्य लृङ् इत्यस्य नकारः तु अस्ति तदनन्तरं तत्र नकारः दृश्यते वा न वा इति प्रश्नः न दृश्यते खलु नकारः षकारः एव क्षकारः भवति खलु न न न न अत्र वैशिष्ट्यमस्ति तत्र लुङ्लङ् रिङ्क्षु इत्यत्र वैशिष्ट्यमस्ति तत्र वस्तुतः तत्र कुक् आगमः भवति कुक् नोः कुक् टु क्षरि इति सूत्रमस्ति अस्तु तेन सूत्रेण तत्र आगमः भवति कुक् आगमः भवति इति कृत्वा तत्र मकारः अपि दृश्यते अस्तु अस्तु धन्यवादः भगिनी कृपया पठतु आं भगिनि भगिनी पुनरेकवारं तत् सूत्रं वदति वा भगिनि ककारः केन सूत्रेण आगच्छति इति नोः णोः कुक् टु क्षरि 8328 धन्यवादः अस्तु सूर्यकुमारी भगिनी हा भगिनि अपटयोगः णोः कुक् टु क्षरि इति सूत्रं परिचितमस्ति वा भवताम् आं भगिनि नास्ति सर्वेषामस्ति नास्ति न न इत्युक्ते तत्र वस्तुतः सुबन्तप्रक्रियायाः विषयः इत्युक्ते तत्र किं वदति इति चेत् पदान्ते नकारः कवर्गस्य पञ्चमवर्णः अथवा टवर्गस्य पञ्चमवर्णः अस्ति तदनन्तरं तस्य अनन्तरं शर्वर्णः अस्ति चेत् तत्र विकल्पेन णोः कुक् नकारस्य कुक् आगमः अनन्तरं णकारस्य टुक् आगमः भवति इति वदति पदान्ते ङकारः कवर्गस्य पञ्चमवर्णः अस्ति चेत् तस्य कुक् आगमः भवति शर्परे शरीपरे पठितवन्तः सुगण्ठ षष्ठः इति सुगण्ठ षष्ठः अनन्तरं पठितवन्तः इति न वदतु भवती पठितवती इति वदतु अस्माभिः न पठितम् अस्माकं वर्गे तु न पठितं खलु न भगिनि न पठितं न पठितं हा न पठितम् अतः अत्र तु वस्तुतः सन्धिकार्यमेव परन्तु सुगन्तप्रक्रियायां पश्यामः अत्र कुक् टुक् इति आगमः भवति भगिनि तत्र नकारः कुत्र अस्ति अहं अवगतवती नकारः अत्र कवर्गस्य लृङ् इत्यत्र कवर्गस्य पञ्चमवर्णः अस्ति खलु लृङ् सत्यं लृङ् इति पदमस्ति तस्य अनन्तरं सु सु इत्यत्र शर्वर्णः अस्ति शर्वर्णः अस्ति अतः तत्र कवर्गस्य पञ्चमवर्णः लृङ् इत्यत्र तस्य कुक् आगमः भवति अन्ते अकारः आयाति अतः एव क्षु इति जायते आदेशप्रत्ययोः इत्यनेन क्षु इति जायते लृङ् क्षु इति जायते भगिनी कृपया पठतु सूर्यकुमारी अपटयोगः आम् तदेव अपठम् सूत्रमस्ति अमिपूर्वः सूत्रं वदामि भगिनि न न अपटयोगः अन् इत्यतः पठतु अपटयोगः अपटयोगः अन् अपटयोगः अम् खलु अन् अन् अपटयोगः अन् अपठन् अतो गुणे अपठन् ओके अपटयोगः अन् अपठन् अतो गुणे सूत्रं पूर्वमेव चर्चितवन्तः परः अपठ अपदान्त अस्ति, परः गुणवर्णः अस्ति अकारः, पूर्वपरयोः एकः पररूपं भवति अपठम्। तदेव भगिनि अग्रे पठतु। अपटयोगः सकारः, अपटः मध्यमपुरुष एकवचनं, लङ्लकारः प्रथमः, अपटस्तदमस्ति ससजुसोरुः सूत्रेण पदान्तस्य सकारः ऋत्वं भवति, रु भवति, रेफ एव तिष्ठति अनुबन्धलोपानन्तरं। तदनन्तरं रेफस्थाने करवसाने करवसानयोर्विसर्जनीयः इत्यनेन रुस्थाने विसर्गः भवति, अपटः अन्तिमरूपं भवति। अग्रे अपटयोगः तं सन्धि अङ्गकार्यं सन्धिकार्यं नास्ति अपठतम्। अपटयोगः तदेव अपठत। अपटयोगः अम् अपठम्। सूत्रमस्ति अमिपूर्वः। सूत्रं पठति वा? आं भगिनि। अमिपूर्वः अकः अम्यचि परतः पूर्वरूपमेकादेशः स्यात्। अमि विद्यमाने योच् तस्मिन् परे इत्यर्थः। अमि सप्तम्यन्तं पूर्वः प्रथमान्तं द्विपदमिदं सूत्रम्। अकः सवर्णे दीर्घः इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः। एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः। इको यणचि इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः। यस्मिन् विधिस्तदावर्लग्नहने ग्रहणे वार्तिकमिथनेन अचि अमि इत्युक्तौ अजादौ अमि इत्यर्थः। अनुवृत्तिसहितसूत्रमस्ति अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायां। सूत्रं वदति अमिपूर्वः निमित्तमस्ति अकः परः अचि अमि। अचि अमि विशेषण सम्बन्धः अस्ति। अमि विशेष्यम् अचि विशेषणम्। अचि पूर्व अमि अचि परः अमि अस्ति चेत्, अकः पूर्व अस्ति चेत् पूर्वपरयोः एकः पूर्वः अकः आदेशः भवति अपट अम् विषये अपट अकार अस्ति, अकः अस्ति, अम् अचि परे अमि अस्ति, निमित्तम् अस्ति पूर्वपरयोः पूर्व अकारः एक एव आदेशः भवति अपठम्। समीचीनम्। अपटमिति सत्यम्। अपटयोगः इत्यत्र कानि सूत्राणि प्रसक्तानि? अकसवर्णे दीर्घः न, अतो गुणे अपि अस्ति। अकः सवर्णे दीर्घः, अतो गुणे अमिपूर्वः इति त्रीणि सूत्राणि प्रसक्तानि खलु? हा भगिनि। तर्हि अत्र यद्यपि अतो गुणे इति सूत्रेण एव कार्यं साधयितुं शक्नुमः इत्यनेन, अतो एकक्षणम्, अतो गुणे इति सूत्रेण एव अपटम् इति रूपं साधयितुं शक्नुमः. अतः अमीपूर्वः इति सूत्रस्य का आवश्यकता अत्र? अमीपूर्वः इति तु तत्र सुबन्तप्रक्रियायाम् अमीपरे तत्र द्वितीयविभक्तौ सुओजस् अम् इति द्वितीयविभक्तौ अम् अम् परे तत्र अमीपूर्वः इत्यस्य कार्यं भवति. रामयोगः अम् रामम् इत्यत्र भवति. तर्हि अत्र किमर्थम् अतो गुणेन इत्यनेनैव कार्यं साधयितुं शक्नुमः खलु? किमर्थम् अत्र अस्य कार्यम् इति चेत् अत्र वस्तुतः अमीपूर्वः इति सूत्रमत्र तस्य आवश्यकता नास्ति. अतो गुणे इत्यनेनैव साधयितुं शक्नुमः. अत्र वस्तुतः मतभेदः अस्ति. तत्र केचन वदन्ति अमीपूर्वः इत्यस्य एव कार्यम् अत्रापि भवति, यतो हि सूत्रं कृतम् इति कृत्वा अत्रापि तस्य प्रसक्तिः अस्ति. अत्र अम् इति शब्दः अस्ति खलु, अतः अजादि अमी अस्ति इति कृत्वा अत्रापि भवति इति कृतं. तत्र यत्किमपि भवतु अत्र अपटम् इत्येव रूपम्, अतो गुणे इत्यनेन वा भवतु अमीपूर्वः इत्यनेन वा भवतु, अत्र उभयत्र समानमेव रूपम्. हा समीचीनं. तर्हि अमीपूर्वः इति नूतनसूत्रमस्ति. अत्र अकः इत्य अकः सवर्णे दीर्घः इत्यस्मात् अकः इत्यस्य अनुवृत्तिः अपि अस्ति. तर्हि अकः अक्वर्णः पूर्वमस्ति, अनन्तरम् अम् शब्दः अस्ति. कीदृश अम् शब्दः इति चेत् तादृशशब्दः यस्य आदौ अच्वर्णः अस्ति. इत्युक्ते अमी इत्यस्य परिवर्तनं न जातं. तादृश अम् शब्दः यस्य आदौ अच्वर्णः अस्ति. तत्र पूर्वपरयोः पूर्वरूपादेशः. पूर्वरूपः इत्युक्ते अक् इति आदेशः. पूर्वम् अक् अस्ति, तस्य आदेशः भवति अमीपूर्वः इति सूत्रेण. अस्तु समीचीनं, धन्यवादः. इदानीम् अग्रे शोभा भगिनी अग्रे पठति वा? भगिनी तत्र अचि इति आवश्यकता अस्ति वा? अकः अम् परतः पूर्वम् एकादेशः स्यात् इति पर्याप्तं न? अचि इत्यस्य आवश्यकता इति दलसार्थकस्य विषये भवती पृच्छति, अतः तदपि तत्र चिन्तनस्य आवश्यकता अस्ति. अतः तदपि गृहपाठः. अचि इति पदं नास्ति चेत् कुत्रापि दोषः भवति वा इति वयं चिन्तयामः. चिन्तयित्वा अग्रिमसप्ताहे सूचयितुं शक्नुमः. अस्तु अस्तु. अचि इति पदं नास्ति चेत् दोषः कुत्र भवति वा न भवति वा इति चिन्तयन्तु. यतोहि अम् परे एव भवति न, तत्र अम् तु अचि एव अस्ति, तत्र तत्र दोषः भवति वा? कुत्रचित् भवति वा न वा इति चिन्तनीयं खलु. कुत्र अचि इति अनुवृत्तिः उच्यते व्याख्यानेषु, तर्हि अचि इति नास्ति चेत् किं भवति इति एकवारं चिन्तयन्तु. तावदेव. अग्रे मम प्रिण्टेड् वर्षन् मध्ये अपट अम् अपटम् अतो गुण एव दत्तम्, अमिपूर्व नास्ति. पुनः तत्र स्क्रीन् रिफ्रेश् कृत्वा पुनः प्रिण्ट् करोतु भगिनि. अत्र पुनः अतो गुणे अस्ति चेदपि समीचीनमेव भगिनि, नास्ति चिन्ता. तत्र अतो गुणे इति स्वीकुर्मः चेदपि नास्ति चिन्ता, यतोहि तत्र मतभेदः अस्ति. केचन अतो गुणे इत्यनेनैव भवति, अमीपूर्वः इत्यनेन न भवति इति वदन्ति. अतः तादृशपक्षं भवती स्वीकर्तुम् इच्छति चेत् अतो गुणे इति पर्याप्तं नास्ति. समीचीनं. समासवर्गे अपि अस्य सूत्रस्य प्रसक्तिः आसीत्, अत्र तत्रापि मम संशयः आसीत्, अतः अहं विस्मृतवती. अधुना पुनः विस्मृतं जातम्. अतः तत्र यत् पश्यन्ती अस्मि, अतः किमर्थम् अचि आसीत् इति किञ्चित् वर्तते. एकवारं पश्यन्तु दलसार्थक्यस्य विषये, पुनः एकवारं पश्यन्तु. इत्युक्ते तत्र वर्गे अहं दलसार्थक्यस्य विषये अधिकं न वक्तुम् इच्छामि. किमर्थम् इति चेत् अस्माकं चिन्तनं भवतु इति कृत्वा. अस्तु भगिनि, पश्यामि, दृष्ट्वा वक्तुं प्रयत्नं करोमि. पश्यन्तु कुत्रचित् दोषः भवति वा, आवश्यकम् अस्ति वा नास्ति वा इति वयमेव स्वयं चिन्तयितुं शक्नुमः. अस्तु अस्तु. इदानीम् अग्रे शुभ भगिनि, तत्र अग्रे लुङ् लङ् लृङ् षोडदातः इति कृतम् अपटयोगः वा? अस्तु, अपठयोगः वा अपठा वा, अपि च अपठयोगः मा अपठाम. तत्र अकार वकारयोः अपि च अकार मकारयोगो योः संयोगः. अतो दीर्घो ययि इति सूत्रं द्वयोः कृते आगत्य कार्यं करोति. अतो दीर्घो ययि इति सूत्रं वदति, एकक्षणं भगिनि, तत्र अस्ति तत् सूत्रम्. अदन्ताङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे इति इत्युक्ते यवरल नमङ्गणन गणना झाभा इति अतः अङ्गस्य दीर्घः ययि सर्वधातुके इति अत्तिति अकारस्य ह्रस्व अकारस्य अङ्गस्य दीर्घः भवेत् परवर्णः यै प्रत्याहारस्य वर्णः अस्ति चेत् सार्वधातुके सार्वधातुक प्रत्ययेषु इति तत्र वकारः मकारः द्वे अपि यै प्रत्याहारस्थवर्णौ अतः तत्र अतो दीर्घो ययि इति सूत्रस्य प्राप्तिः भवति अपि च अपठ इति अङ्गस्य अन्ते दीर्घ अकारः आदेशः भवति अपठा वा अपठाम इति रूपौ रूपे भवतः अपि च किमपि अन्यत् वदनीयं वा तत्र भगिनि समीचीनं तावदेव अत्र अन्यत् किमपि नास्ति केवलं तत्र वकारमकारः यै प्रत्याहारे वकारमकारः यै प्रत्याहारे अस्तु तर्हि तत्र ससजुषोरुः इति सूत्रं परिचितं सूत्रं खलु ससजुषोरुः करवसानय विसर्जनीयः पुनः पठनीयं वा तत् अग्रे गच्छेम खलु ससजुषोरुः इति प्रथमवाक्यमेव केवलं पठतु करवसानय विसर्जनीयः अपि प्रथमवाक्यमेव पठतु ससजुषोरुः तत्र अष्टमाध्याये द्वितीयपादे षट्षष्टितमं सूत्रं पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति तत्र अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः इति अपि च तत्र स पदान्तसकारस्य अपि च सजुष् इति पदयोः तयोः पदस् रुः इति आदेशः भवति खरवसानयोर्विसर्जनीयः इति अष्टाध्याये तृतीयपादे पञ्चादशतमं सूत्रं खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशो भवति अपि च तत्र अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् इति तत्र रः इति रेफस्य षष्ठीविभक्ति पदस्य विसर्जनीयः भवति खर् यदि परवर्णः खर् अस्ति खर् प्रत्याहारस्थवर्णः अथवा अवसानम् अस्ति चेत् तदा संहितायां विषये एतस्य सूत्रस्य प्रसक्तिः भवति रेपः आदेशः रु इति आदेशः भवति रु इत्यस्य अनन्तरं भवति सूत्रं विसर्गादेशः भवति रेफस्य स्थाने क्षम्यतां समीचीनं रु इति अत्र अस्मिन् सूत्रे तु रु इति न उक्तं केवलं रः इति उक्तं खलु तत्र ससजुषो इत्यनेन ऋत्वं भूत्वा तत्र अनुनासिक उकारः इति कृत्वा उपदेशे जनुनासिक इति सूत्रेण अनुनासिक उकारस्य लोपः भवति अतः तत्र रेपः एव तिष्ठति तदनन्तरम् अतः तत्र रः इति उक्तम् समीचीनं समीचीनं अग्रे पठामि वा विधिलिङ्ग् लकारः इति क्षम्यतां भगिनि तत्र झलां जशोन् नमस्ते भगिनि तत्र झलां जशोन्ते एकः प्रश्नः मनसि इत्युक्ते झल् प्रत्याहारस्थवर्णस्थस्थाने वर्णस्य स्थाने जश् आदेशः भवति अन्ते यदि कस्यापि अन्ते तालव्यषकार मूर्धन्यषकार अस्ति चेत् तत् जश्वर्ण किं भवति तत्र इत्युक्ते जल् प्रत्याहारे तालव्यषकारषकारसकारः अपि अस्ति अतः तस्य कस्यचित् पदस्य अन्ते तालव्यषकारः षकारः अस्ति चेत् किं भवति इति प्रश्नः खलु कस्यचित् अन्ते तालव्यषकारः अस्ति चेत् तत्र जलां जशोन्ते इत्यस्मात् सूत्रात् पूर्वमेव अन्यत् सूत्रमस्ति रश्चभ्रश्च सृजमृजज राजभ्राज चषांशः इति सूत्रेण तालवेषकारस्य मूर्धन्यषकारादेशः भवति षकारः मूर्धन्यषकारः यदा भवति तदानीं जलां जशोन्ते इत्यनेन षकारस्य तत्र मूर्धन्यवर्णः डकारः डकारः ट वर्गस्य तृतीयवर्णः डकारादेशः भवति षकारस्य स्थाने डकार अस्तु अवगतं भगिनि अस्तु धन्यवादः नमस्ते भगिनि एकः प्रश्नः आसीत् पृच्छामि वा पृच्छतु अत्र अपठ योगः अम् अत्र अमिपूर्वः इति सूत्रं कार्यं करोति तत्र अतोगुणे अपि च अकसवर्णे दीर्घः इत्यनयोः प्रसक्तिः अपि अस्ति इति भवती उक्तवती परन्तु अतोगुणे अत्र तु पररूपं भवति खलु अपि च अकसवर्णे दीर्घः अत्र दीर्घसंज्ञक एकादेशः भवति इति तदा भवति चेत् अत्र अनिष्टरूपाणि सिद्ध्यन्ति इति कृत्वा अमिपूर्वः इति आगच्छति इति अतोगुणे इत्यनेन अपि अतोगुणे इति अत्र करोति चेत् किं रूपं भवति पररूपम् एकादेशः पररूपं भवति चेत् किं भवति रूपम् अपठ योगः अम् अम् अ इति एव भवति अपठम् इति सिद्ध्यति खलु आं भगिनि परन्तु अत्र तु अम् हा हा अम् इति एव अस्ति इति कृत्वा अमिपूर्वः अकसवर्णे दीर्घः इत्यनेन तु अनिष्टरूपं भवति तत्तु सत्यं परन्तु अकसवर्णे दीर्घः इति सूत्रं प्रबाद्य अतोगुणे भवति खलु न पूर्वं चर्चितम् अत्र अतोगुणे भवितुम् अर्हति अतोगुणे भवति चेदपि अपटम् इति रूपं सिद्ध्यति अतः अमिपूर्वः इति सूत्रस्य आवश्यकता अत्र नास्ति अमिपूर्वः इति सूत्रस्य आवश्यकता तु रामयोगः अम् इति स्थितौ अवश्यम् अस्ति परन्तु अत्र अस्ति वा इति चेत् अत्र प्रायः तस्य आवश्यकता नास्ति इति कृत्वा एव तत्र व्याख्यानेषु सर्वत्र अमिपूर्वः इति न उच्यते अत्र अमिपूर्वः इति सूत्रस्य व्याख्यानं पश्यामः चेत् तत्र सुबन्तप्रक्रियायाः उदाहरणमेव दीयते काशिकायां केवलं तत्र बालमनोरमाकारः एव वदति अमिपूर्वः इत्यनेन अत्र भवति इति वदति अतः अत्र प्रायः तत्र मतभेदः अस्ति सर्वैः न अङ्गीक्रियते अमिपूर्वः इत्यनेन एव भवति इति न अङ्गीक्रियते परन्तु अमिपूर्वः इत्यनेन अपि रूपं सिद्ध्यति अतोगुणे इत्यनेन अपि रूपं सिद्ध्यति एव तथा अमिपूर्वः इति सूत्रम् अस्ति इति कारणात् पर्जन्यवल्लक्षणम् इति कृत्वा इति कृत्वा अत्रापि भवति परन्तु तत्रापि मतभेदः अस्ति काशिकाकारः तु तत्र अमिपूर्वः इत्यस्य उदाहरणमेव न ददाति अमिपूर्वः इति सूत्रस्य व्याख्यानं पश्यामः चेत् तत्र सर्वं तत्र सुबन्तप्रक्रियायां रूपाणि एव वृक्षं प्लक्षम् अग्निं वायुम् इति तत्र सर्वत्र सुबन्तरूपाणि तत्र तिङन्तरूपाणि न दत्तमेव सिद्धान्तकौमुदीकारः अपि तिङन्तरूपं न दत्तं रामं रामौ इति तादृशमेव दत्तं केवलं बालमनोरमकारः एव तत्र वदति तिङन्तरूपे अपि अमिपूर्वः इत्यनेन भवति इति वदति अतः अत्र मतभेदः अस्ति अतः यत्किमपि भवतु अन्ततो गत्वा तत्र रूपं तु अपटम् इत्येव रूपम् अतोगुणे इत्यनेन भवतु अमिपूर्वः इत्यनेन भवतु उभयत्र समानमेव अस्तु भगिनि धन्यवादः अस्तु तर्हि भगिनि तत्र अचि अमि पूर्वपरयोः इति अस्ति अमिपूर्वः तत्र अमि इति उक्तत्वात् अम् प्रत्याहारः अस्ति वा अथवा अम् इति एव प्रत्ययः अस्ति वा भगिनि अम् इति प्रत्याहारः इति न स्वीकृतः किम् अम् इति शब्दः अम् इति शब्दः शब्दः एव अतः तत्र अचि अमि द्वयोः द्वयोः किं द्वे अपि दत् अत्र पश्यतु तत्र सर्वे पृच्छन्ति किमर्थम् अचि अचि इति पश्यन्तु तत्र अकः अमि इति उक्तं खलु अकः अमि अकः इदानीम् अपटम् इत्यत्र अपट इत्यत्र अकारः अस्ति अनन्तरम् अम् अस्ति इदानीम् अचि इति पदस्य अनुवृत्तिः नास्ति चेत् अपटयोगः अम् द्वयोः पूर्वपरयोः स्थाने पूर्वरूपादेशः इति पूर्वरूपादेशः भवति चेत् रूपं किं भवति पूर्वरूप अपि तत्र अकारः एव इदानीं करोतु अपट पूर्वरूपादेश कृत्वा अन्तिमरूपं किं भवति अपटम् एव भवति न अपठ भवति अपट भवति खलु न भगिनि यस्मिन् विधि न विजयलक्ष्मी भगिनी शृणोतु अचि इति पदस्य अनुवृत्तिः नास्ति इति चिन्तयतु अमि इति अस्ति खलु अमि इति सप्तमी सप्तमी इत्युक्ते यस्मिन् एकक्षणं न यस्मिन् विधि सदादौ अल्ग्रहणे इति परिभाषायाः प्रयोजनं तत्र एव भवति यत्र विशेषणविशेषभावः अस्ति सर्वत्र नास्ति अमी इत्युक्ते अमी परे इति अर्थः अमी इत्युक्ते अमी शब्दे परे इति अर्थः यस्मिन् विधि सदादौ अल्ग्रहणे इत्यस्य कार्यं तत्र एव भवति यत्र विशेषणविशेषभावः अस्ति यतोहि इयं परिभाषा वस्तुतः येन विधि सदन्तस्य इत्यस्य अपवादरूपेण कार्यं करोति अतः येन विधि सदन्तस्य इति यथा विशेषणविशेष्यभावः अस्ति तत्रैव कार्यं करोति एवमेव यस्मिन् विधि सदादौ अल्ग्रहणे इति परिभाषा अपि तत्रैव कार्यं करोति यत्र विशेष्यविशेषणभावः अस्ति केवलम् अमि इति वदति चेत् तर्हि अमि परे इति अर्थः तावदेव तत्र अमि परे इत्युक्ते अमि परे अस्ति तस्य आदौ कार्यं भवति इत्येव अर्थः न भगिनि न तस्य आदौ कार्यं भवति इति अर्थः न अमी परे इत्युक्ते अम् शब्दे परे अम् शब्दे परे इत्युक्ते अम् इति प्रत्याहारः नास्ति यदि भवत्याः मनसि प्रत्याहारः इति अम् इति शब्दः अस्ति तस्य सप्तमी अस्ति खलु अमि इति तत्र अमि इति अस्ति चेत् किमपि न उक्तं चेत् अमि इत्यस्य पूर्वं कार्यं भवति इति एव वार्तिकं वदति खलु न वार्तिकम् इदानीं मास्तु वार्तिकस्य तत्र वार्तिकस्य आवश्यकता अत्र नास्ति यतोहि वार्तिकस्य कार्यं तत्रैव भवति अत्र विशेषणविशेषभावः अस्ति इति उक्तं खलु मया न तत्र येन विधिस्तदन्तस्य तत्र विशेषणविशेष अत्रापि पश्यतु यस्मिन् विधि सदादवल्ग्रहणे इति अस्य व्याख्यानं पश्यतु तत्रापि विशेषणविशेषभावः अस्ति चेत् एव भवति अन्यत्र नास्ति यथा तत्र अतो दीर्घो ययि इत्यत्र किम् उक्तं ययादि सार्वधातुके इति उक्तं ययादि सार्वधातुके विशेषणविशेषभावः अस्ति तर्हि ययि कुत्र भवति इति चेत् सार्वधातुकस्य आदौ भवति इति उक्तम् एवमेव अत्रापि अचि अमि इति वदति चेत् तत्र विशेषणविशेषभावः अस्ति अतः अचि इति वदामः चेत् तादृश अमि यस्य आदौ अच्वर्णः अस्ति इति तादृश अच्वर्णः अकः अच्वर्णः पूर्वपरयोः पूर्वरूपादेशः इति भवति परन्तु अचि इति नास्ति चेत् केवलम् अमि इति शब्दरूपः अस्ति चेत् पूर्वपरयोः इति वदामः चेत् अपट इति रूपम् अनिष्टरूपापत्तिः भवति अतः अचि इत्यस्य अनुवृत्तिः भवेत् एव अत्र सम्पूर्णम् स्थाने भवति तत्र आदेशः अकारः चेत् अम् नीत्वा तत्र सर्वम् अस्तु एकः शब्दः एकः पूर्वपरयोः इत्यस्मिन् अधिकारे अपि अस्ति भगिनि तत् सूत्रम् इति पूर्व तत्र अम् इत्यत्र प्रत्याहारः अस्ति चेत् तत्र क्लेशः नास्ति प्रत्याहारः अस्ति चेत् अम् प्रत्याहारे कश्चन वर्णः इति स्वीकर्तुं शक्यते परन्तु अत्र अम् इति शब्दरूपः अस्ति अथवा प्रत्ययः अस्ति अमि इति प्रत्ययः अस्ति वस्तुतः प्रत्ययः अस्ति खलु अमि इति कृत्वा तत्र विजयलक्ष्मीपत्नी सन्तुष्टा नास्ति इति चिन्तयामि वदतु न अङ्गीकृतवती अमि इति तत्र विशेषणविशेष्यभावः नास्ति इति यस्मिन् विधि सदादौ वल्ग्रहणे इति सूत्रस्य इति वार्तिकस्य वस्तुतः वार्तिक वा परिभाषा इति चिन्तयामि वार्तिकं 29 इति अस्ति परिभाषा इति चिन्तयामि परिभाषा अनन्तरं वार्तिकं द्वौ अपि तर्हि अत्र तस्य कार्यं यत्र यत्र भवति तत्र सर्वत्र पश्यतु, विशेषणविशेषभावः अवश्यं भवति. अस्तु अस्तु अस्तु. तत्र भगिनि तर्हि अचि इति नास्ति चेत् केवलं तत्र पूर्वरूप इति अकारः तत्र अकारस्य स्थाने एव न भवति इति, ततः अम् इत्यस्य स्थाने भवति इति वा अचि इति न उक्तत्वा? अपटयोगः अम् इति, अपटयोगः अम् इति वदामः चेत् अपट इत्यत्र अकारः अस्ति, अनन्तरम् अम् इति अस्ति, तर्हि द्वयोः पूर्वयोः पूर्वपरयोः स्थाने पूर्वरूपादेशः इति भवति चेत् अपट इति अन्तिमरूपं भवति. तद् मास्तु इति कृत्वा तत्र केवलम् अच् अच् ग्रहणेन केवलम् अच् इति आदिमवर्णः तस्यैव ग्रहणम् इति कृत्वा पूर्वपरयोः पूर्वरूपादेशः इदानीम् अपटम् इति रूपं सिद्ध्यति. आम् आम् धन्यवादः भगिनि. अस्तु भगिनि, इदानीं तत्र शोभा शोभा भगिनी धन्यवादः. धन्यवादः भगिनि. इदानीम् अग्रे अन्य कोऽपि पठतु. उमा भगिनी अग्रे पठति भगिनि. विधिलिङ्गकारः पठितुं शक्नोति वा भगिनि? आम् पठामि. अमि पूर्वः विधिलिङ्ग् लकारः तदनन्तरं विधिलिङ्गकारः विधिलिङ्ग् सिद्धति प्रत्याः इतां युः इः इतम् इतर् इयम् इव इम आद्गुणः विधिनि सर्वत्र प्रसक्तिः कार्यं पट ब्रष्टि आद्गुणः पटे सो इकारस्य गुणः इकारः पटे पट प्लस् इतां पटे पठेताम् पट प्लस् युः पटे पठेयुः पट प्लस् इः पठेः पट प्लस् इतं पठेतम् पट प्लस् इत पठेत पट प्लस् इयं पठेयम् पट प्लस् इव पठेव पठे प्लस् इव पठेम. अत्र द्विलिङ्गकारस्य सिद्धप्रत्ययः इत् तां युः इहि इतम् इत इयम् इव इम अत्र सर्वत्र आगुणः इति सूत्रः कार्यं करोति. पट प्लस् इकारस्य गुणवर्ण एकारः सो पटे इति आगच्छति. सर्वत्र इदानीं एतावता एव पट प्लस् इव पठेम पर्यन्तम्. समीचीनं समीचीनं. तर्हि इदानीम् अग्रे धन्यवादः भगिनी. इदानीम् अग्रे शुभदा भगिनी आद्गुणः इति सूत्रमेकवारं पठतु. आं भगिनि, आद्गुणः षष्ठम अध्याये प्रथमे पादे सप्ताशीतितमं सूत्रम् अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इत्यस्य इकिपरे इति फलितः अर्थः, यतः अकारात् अकारः चेत् कार्यं बाधितम् अकस्सवर्णे दीर्घः इत्यनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. आत् पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इति. आद्गुणः इति सूत्रं वदति अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. पूर्वपदे अन्तिमवर्णः अवर्णः अस्ति चेत् अवर्णः इत्युक्ते तस्य अष्टादशभेदानां ग्रहणम् अस्ति. अवर्णात् अच् अचिपरे अच् वर्णः परे अस्ति चेत् पूर्वपरयोः स्थाने तत्र गुणसंज्ञकः इत्युक्ते अ ए वा अ ए ओ इत्येषु इत्येतेषु एकः कोऽपि गुणसंज्ञकः वर्णः भवेत्, गुणसंज्ञकः एकादेशः तत्र भवेत्। अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः, इत्युक्ते अच् इति भवति चेत् यदि पूर्वपदस्य अन्तिमं पदम् अकारः अस्ति तत् तदनन्तरं तत्पश्चात् अकारः एव आगच्छति परे, तदा अकसवर्णे दीर्घः इत्यनेन सवर्णदीर्घः भवति। अथवा अकारात् तदनन्तरं परे एकारः एच् वर्णः आगच्छति, एच् इत्युक्ते ए ओ ऐ औ इत्येतेषु कोऽपि एकः वर्णः तत्र आगच्छति चेत् वृद्धिरेचिः वृद्धिरेचि इति सूत्रेण तत्र ऐ अथवा औ इति वृद्धिः भवितुम् अर्हति। अतः अवर्ण तत्र परवर्णं परवर्णः अ इति न भवेत् इति तस्य फलितः। अतः इकि इत्युक्ते इ उ ऋ ऋ इत्येतेषां कोऽपि वर्णः तत्र भवेत् इति तस्य फलितः अर्थः। अतः अवर्णात् इत्युक्ते अवर्णात् इत्यस्य स्थाने इक् भवेत् इति तस्य अर्थः। आत् इति पञ्चम्यन्तम् इत्युक्ते अत् इति तस्य तपरकरणमस्ति, अत् न तपरकरणं नास्ति, क्षम्यताम्, अवर्णस्य अत् इति अवर्णस्य पञ्चम्यन्तं तस्य पूर्वनिमित्तमस्ति। गुणः इति प्रथमान्तम् इत्युक्ते आदेशः अस्ति, इको यणचि इत्यस्मात् अचि अनुवृत्तः भवति। अत्र अपि एकः पूर्वपरयोः स्थाने एकादेशः भवति, गुणसंज्ञकः एकादेशः इत्युक्ते अ ए अथवा ओ इति भवति। संहितायाम् इत्युक्ते सन्धेः प्रसङ्गः अस्ति चेत्, अतः अनुवृत्तिसहितसूत्रं भवति आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इति। अतः अत्र तु अवर्णात् इति पञ्चमी अस्ति, अचि इति सप्तमी अस्ति, अत्र सप्तमी अपि च पञ्चमी उभयोः तत्र उपस्थितिः अस्ति चेत् पञ्चमी उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इत्यस्य प्रसक्तिः न भवेत्, यतोहि तत्र एकादेशः पूर्वपरयोः एकादेशः अस्ति, अतः एकादेशस्य प्रसङ्गे कार्यं भवति इति खलु न अचिनाने न भवति, एकादेशः अस्ति पूर्वपरयोः स्थाने। अतः उभयनिर्देशो पञ्चमीनिर्देशो क्षम्यताम् उभयनिर्देशे पञ्चमीनिर्देश क्षम्यताम् उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इत्यनेन किं भवति, उभयोः उपस्थितिः अस्ति चेत् सप्तमी अपि च पञ्चमी इत्यस्य प्रसक्ति उपस्थितिः अस्ति चेत् पञ्चमी विभक्ति बलीयान् भवति इति परिभाषा तु वदति, तदा सप्तमी सप्तम्यन्तं यः शब्दः अस्ति तस्य षष्ठ्यन्तं भवति, इत्युक्ते तस्य स्थानी भवति, अतः स्थानी इत्यस्य स्थाने कार्यं भवति इति वयं दृष्टवन्तः, वयं ज्ञातवन्तः। परन्तु अत्र तु एकादेशः अस्ति, इत्युक्ते पञ्चमी अपि च सप्तमी इत्यस्य स्थाने एकादेशः भवति, अतः षष्ठीस्थाने आदेशः भवति इति न, तत् परिभाषा अत्र कार्यं न करोति अत्र यत्र एकादेशः अस्ति। एतत् एतत् तु सर्वस्य स्थाने, सर्वस्य इत्युक्ते एतेषां सर्वाणां सूत्राणां स्थाने कार्यं करोति, अतो गुणे वृद्धिरेचि क्षम्यतां भगिनि, सर्वेषां सूत्राणां प्रसङ्गे कार्यं करोति। यत्र यत्र एकादेशः भवति तत्र उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इति कार्यं न करोति इति चिन्तनं। समीचीनम्। अत्र वस्तुतः परिभाषायाः चिन्तनस्य आवश्यकता नास्ति, यतोहि सूत्रे एव तत्र एकः पूर्वपरयोः इत्यस्य अधिकारः अस्ति खलु, अतः पञ्चमे उभयनिर्देशे पञ्चमे निर्देशः बलियान् इत्यस्य चिन्तनस्य आवश्यकता वस्तुतः नास्ति यतोहि सूत्रे एव स्पष्टतया उक्तं परिभाषायाः चिन्तनं कदा भवति यदा स्पष्टता नास्ति अत्र तु स्पष्टता अस्ति खलु एकः पूर्वपरयोः इति साक्षात् उक्तत्वात् अत्र परिभाषायाः चिन्तनस्य आवश्यकता नास्ति यत्र सन्देहः अस्ति संशयः अस्ति अनियमः अस्ति तत्र एव परिभाषायाः चिन्तनं तर्हि अत्र साक्षात् सूत्रे तत्र एकः पूर्वपरयोः इत्यस्य अधिकारः इति कृत्वा तत्र आत् अचि इति वदामः चेत् पूर्वपरयोः स्थाने आदेशः परन्तु पुनस्मरणार्थं धन्यवादः तत्र उभयनिर्देशे पञ्चमे निर्देशः इति परिभाषायाः ज्ञानं सर्वेषाम् अस्ति वा नास्ति वा इति न जाने तद् कदाचित् अग्रे अवसरः भवति तदानीं पठामः परन्तु इदानीं तु तस्य आवश्यकता नास्ति साक्षात् सूत्रे एव उक्तम् एकः पूर्वपरयोः इति स्पष्टतया उक्तं यद्यपि आत् अचि इत्यत्र षष्ट्यन्तपदं नास्ति तथापि तत्र एकः पूर्वपरयोः इति अधिकारेण ज्ञायते कुत्र आदेशः इति स्पष्टतया ज्ञायते अस्तु भगिनि अवगतं तर्हि इदानीं यत्र स्थानी न उक्तं तत्रैव तत्र पञ्चमी अपि च सप्तमी सत्यं चेत् अत्र तु अधिकारः अस्ति एकः पूर्वपरयोः इति अधिकारः अस्ति अतः स्थानी ज्ञायते तदेव तत्र पूर्वपरयोः इत्येव स्थानी वा भगिनि पूर्वपरयोः इति स्थानी पूर्वपरयोः इति स्थानी इको एणचि तदेव भवति इको एणचि पूर्वपरयोः इति एव स्थानी पूर्ववर्णः अपि स्थानी परवर्णः अपि स्थानी द्वयं मिलित्वा अत्र अस्ति अस्तु तर्हि तत्र अरुणा भगिनी अग्रे पठति वा कृपया पठतु आत्मनेपदे अङ्गतिङ्प्रत्ययसंयोजनम् आत्मनेपदे धातुः एद् धातुः अङ्गम् एद् धातु अङ्गम् एध लट्लकाररूपाणि वयं जान् लट्टि सिद्ध तिङ्प्रत्यय ते इते अन्ते से इथे द्वे ए वहे महे कार्यमस्ति एध इति अङ्गं योगः ते एधते वर्णमेलनं केवलं मेलनं वर्णमेलनं एधा प्रस् इते एधेते आद्गुणः कार्यं करोति एधा योगः अन्ते अत्रापि अत्र एदन्ते इति रूपम् अतो गुणे इति सूत्रेण एध पठामि भगिनि पठतु पठतु एधा योगः से एधसे एधा योग इते एधेते आद्गुणः एधा योग द्वे एधद्वे एधा योग ए एधे अथो गुणे एधा एव वहे एधा वहे अतो दीर्घो यञि एधयोगः महे एधा महे अतो दीर्घो यञि सूत्रेण दीर्घमस्ति आत्मनेपदे प्रत्यय अङ्ग अन्तिङ् प्रत्ययसंयोजनसमये किं किं सूत्राणि कार्यं करोति अत्र दत्तम् प्रथमपुरुषद्विवचने एधा प्लस् इति अत्र अदन्त अङ्गमस्ति इति अस्ति आद्गुणः इति सूत्रेण स्थाने गुणः भवति यद्येते इति निष्पन्नं भवति एधा एव अन्ते अत्र अतो गुणे इति सूत्रेण गुण भवति गुणकारस्य गुणवर्णः आ एव एधन्ते भवति तथा एधा इव इति अत्रापि आद्गुणः इति सूत्रेण इकारस्थाने एकार भवति आद्गुणः इति वा किं भगिनि एधसे इति अत्र किम् उक्तम् कार्यं केवलं वर्णमेलनं अहं प्रश्नः अस्ति भगिनि आद्गुणः अत्र सूत्रविवरणम् अहं सम्यक् न जानामि भगिनि उपरि दत्तं खलु आद्गुणः इति सूत्रस्य विवरणम् इदानीमेव पठितम् आद्गुणः अवर्णात् अचीपरे अवर्णात् अचीपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः वहे अत्र वकारायै वर्णः अस्ति, ततः अत्तौ दीर्घो यै सूत्रे दीर्घ, यदा वहे यदा महे अपि अतो दीर्घो यै सूत्रेण दीर्घं भवति. समीचीनं समीचीनं. तर्हि अत्र स्थगयामः. गीताञ्जलिभगिनी क्षम्यताम्, अत्र किञ्चित् पठितुम् इच्छति वा भगिनी? गीताञ्जलिभगिनी नास्ति चिन्ता भगिनी, अग्रिमकक्षायाम्. अग्रिमकक्षायां नास्ति, क्षम्यतां, तत्र विलम्बः जातः. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः, नमस्कारः, धन्यवादः भगिनी, धन्यवादः भगिनी, नमस्कारः, धन्यवादः, धन्यवादः भगिनी, धन्यवादः.